ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति तुदादि नमस्ते भगिनि। अस्माकं प्रवर्तमानविषयः अस्ति तुदादिगणे नागुणः। षष्ठं गणे तत्र विशेषं किं लिखितम् अस्ति इत्युक्ते तत्र प्रथमगणे अपि च तुदादिगणे तत्र अ एव अवशिष्यते। प्रथमगणे शप् इति विकरणप्रत्ययः, तुदादिगणे श इति विकरणप्रत्ययः। भुवादिगणे प्रथमगणे गुणः भवति परन्तु तुदादिगणे गुणः न भवति। तस्य कृते कारणं किम् इति वयं दृष्टवन्तः पूर्वस्मिन् वर्गे। तत्र एकम् अतिदेशसूत्रम् अस्ति। अतिदेशसूत्रेण तत्र पूर्वे अहं न जानामि वयं पूर्वे पठितवन्तः वा न, सूत्राणि षड्विधानि। एकम् अस्ति पठितं संज्ञासूत्रं, विधिसूत्रं, नियमसूत्रं, तत्र परिभाषा, अनन्तरं तत्र अधिकार अपि च अतिदेश। सो अतिदेशसूत्रद्वारा किं भवति, यः अतिदेशसूत्रप्रकारकः सन् अस्ति व्याकरणे, तेन किं भवति, तेन केवलं कस्यचित् शब्दसमूहस्य अपि च अथवा कस्यचित् प्रत्ययस्य उपरि किञ्चित् अन्यगुणः तस्य उपरि अध्यारोपिते, इत्युक्ते तस्य उपरि तत्र एकम् अन्यप्रत्ययस्य लक्षणम् अतिदेशसूत्रद्वारा तस्य उपरि तत्र अध्यारोपिते, अतिदिश्यते। सो अतः तस्य नाम कः, अतिदेशसूत्रं। तावदेव तस्य अतिदेशसूत्रस्य कार्यमस्ति। सो तुदादिगणे यः गुणः न भवति तस्य कृते कारणं किम्, तुदादिगणे यः धातो अनन्तरं यः प्रत्ययः सः सार्वधातुक् तु अस्ति। श इति प्रत्ययः शित्वात् सार्वधातुकप्रत्ययः अस्ति, परन्तु सः प्रत्ययः अपित् अपि अस्ति। सो अपित् कारणेन किं भवति, अपित् कारणेन तत्र एकं व्याकरणे अतिदेशसूत्रम् अस्ति, सार्वधातुकम् अपित्। सो ये सार्वधातुकप्रत्ययः अपित् एवम् अस्ति तत्र, तस्य विषये एतत् सूत्रं कार्यं करोति। सो सार्वधातुक अपित् प्रथमे तु अतिदेशसूत्रम्। अनेन सूत्रेण सार्वधातुक अपित् प्रत्ययस्य उपरि किञ्चित् अन्यलक्षणम् अध्यारोपिते। तत् अन्यलक्षणं किम्, सम्पूर्णसूत्रम् अस्ति सार्वधातुक अपित् नित्। सो सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति इति सूत्रं वदति। तावत् एव सूत्रस्य अर्थः। ये सार्वधातुक अपित् प्रत्ययः यथा श इति विकरणप्रत्ययः, ते निद्वद् कार्यं करोति इति सूत्रस्य अर्थः, अतिदेशसूत्रस्य। सो सार्वधातुक अपित् प्रत्ययस्य उपरि निद्लक्षणं तत्र अध्यारोपिते, अतिदिश्यते अनेन सूत्रेण। श इति विकरणप्रत्ययः सार्वधातुक अपि अस्ति, सार्वधातुक अस्ति अपित् अपि अस्ति, अतः अस्य प्रत्ययस्य उपरि किं लक्षणम् अध्यारोपिते अनेन सूत्रेण, निद्लक्षणम्। सो इदानीं प्रश्नः आयाति, निद् यः यदि सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति, निद् इव कार्यं करोति, तदा किं भवति इति प्रश्नः। वयं दृष्टवन्तः तत्र एकं गुण अपि च वृद्धिबाधकसूत्रम् अस्ति व्याकरणे, किणिति च। किणिति च सूत्रं गुण अपि च वृद्धिबाधकसूत्रम्। यत्र यत्र गुणकार्यं भवति, वृद्धिकार्यं भवति, तत्र तत्र किम् एतस्य सूत्रस्य विषये अपि चिन्तनीयं। किन्ति च, किन्ति च सूत्रं किं वदति, यः प्रत्ययः कित् गित् अथवा नित् यः प्रत्ययः यस्मिन् प्रत्यये ककारः इत्संज्ञकः अथवा गकारः इत्संज्ञकः अथवा कण्ठ्यनकारः इत्संज्ञकः तं प्रत्ययनिमित्तीकृत्य तत्र गुणः अपि च वृद्धिकार्यं बाधितं भवति न करणीयम्। यद्यपि तत्र प्रसङ्गः अस्ति तथापि तत्र न करणीयम्। यदा वयं भूयोग कित् कुर्मः तवतु कुर्मः भूयोग तवतु कुर्मः चेत् तवतु इति प्रत्ययः कित् अस्ति भू इघन्त अङ्गम् अस्ति भू इति धातुः इघन्तधातुः तस्य परे तवतु अथवा कित् इति प्रत्ययः अर्धधातुकप्रत्ययः गुणः भवेत् इत्युक्ते सार्वधातुकार्धधातुकयोः इति सूत्रद्वारा तत्र गुणः भवेत्। सर्वाणि निमित्तानि पूरितानि परन्तु तत्र एकं बाधकसूत्रम् आगत्य वदति अत्र गुणः न करणीयं। तत् सूत्रमस्ति किनिति च। सो किनिति च सूत्रं किं वदति? प्रत्ययः यद्यपि अङ्गे अथवा धातौ गुणप्रसङ्गः अस्ति यदि तादृशधातुः अनन्तरं कोऽपि कित् गित् अथवा णित् प्रत्ययः आयाति चेत् तत्र गुणः अपि च वृद्धिकार्यं न करणीयम् इति सूत्रस्य अर्थः। सो यदा वयं तत्र लिखयोगश्च कुर्मः तत्र अङ्गे धातौ गुणप्रसङ्गः अस्ति उपधायां ह्रस्व इक् वर्णः अस्ति परे सार्वधातुकप्रत्ययः अस्ति सो पुगन्तलघुपदस्य च इति सूत्रं तावत् एव वदति। अङ्गे अङ्गं लघुपदं भवेत् तस्य साक्षात् अनन्तरं कोऽपि सार्वधातुक् अथवा आर्धधातुकप्रत्ययः भवति चेत् तत्र तस्य लघुपदाङ्गस्य तत्र किं गुणकरणीयम् इति सूत्रं वदति। सो लिखयोगश्च यदा कुर्मः तत्र गुणप्रसङ्गः आयाति परन्तु किनिति च सूत्रद्वारा तत्र गुणः न भवति। सो तत्र सोपानानि कानि सन्ति इति वदामः चेत् लिखयोगश्च प्रथमे अस्माभिः किं वक्तव्यं? श इति प्रत्ययः शित्वात् सार्वधातुक् परन्तु सार्वधातुकम् अपित् इति अन्येन निद्वद् कार्यं करोति। किमर्थं चेत् अपित् अपि अस्ति सार्वधातुक् अस्ति तिंशित् इत्यनेन सार्वधातुक् अस्ति परन्तु अपित् अपि अस्ति अतः तत्र सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः भवति। सो अस्माभिः किं वक्तव्यं? श इति प्रत्ययः सार्वधातुकम् अपित् अतः निद्वद् कार्यं करोति। निद्वद् कार्यं करोति चेत् नित् इव कार्यं करोति चेत् तत्र किं किनिति च सूत्रस्य प्रसक्तिः भवति। तदा एव प्रथमे तत्र वक्तव्यं सार्वधातुकम् अपित् इत्यनेन एव एतत् सूत्रं एतत् प्रत्ययः निद्वद् कार्यं करोति। किमर्थं चेत् श इति प्रत्ययः स्वयं नित् नास्ति तत्र कोऽपि कण्ठनकारस्य इत् नास्ति तस्मिन् प्रत्यये नकारस्य इत्संज्ञा नास्ति। सो श इति प्रत्ययः स्वयं नित् नास्ति परन्तु तस्य उपरि अतिदेशसूत्रद्वारा निद् लक्षणम् अध्यारोपिते। सो तत् सूत्रं किं? सार्वधातुकम् अपित्। सार्वधातुकम् अपित् इति सूत्रद्वारा श बिहेव्स् लैक् ए नित् प्रत्ययः अनन्तरम् एव किनिति च सूत्रस्य प्रसक्तिः। सो किनिति च सूत्रम् आगत्य वदति श इति प्रत्ययः निदेव अतः अत्र गुणः बाधितं भवति। लिख् लेखन भवितुम् अर्हति लिखेव तिष्ठति। तथैव अन्यस्मिन् ये अन्यविकरणप्रत्ययाः ये सन्ति तेषां विषये अपि समानचिन्तनं। यदा वयं दिव्योग शन् कुर्मः तत्रापि शन् इति प्रत्ययः शित्वात् सार्वधातुक् अस्ति परन्तु अपित् अस्ति अतः तत्रापि सार्वधातुकम् अपित् इत्यनेन निद्वद् कार्यं करोति। निद्वद् कार्यं करोति चेत् किणिति च सूत्रस्य प्रसक्तिः भवति। किनिति च सूत्रस्य यत्र यत्र प्रसक्तिः भवति तत्र तत्र गुण अपि च वृद्धिकारं बाधितं भवति सो तत्रापि गुणः न भवति चतुर्थगणे धातुयोगश्यन् कुर्मः चेत् यद्यपि धातौ गुणप्रसङ्गः तथापि तत्र गुणः न भवति तथैव यदा वयं श्ना इति प्रत्ययः श्ना इति प्रत्ययः योजयामः तत्र नवमगणे श्ना इति प्रत्ययः क्रीयोग श्ना कुर्मः चेत् यद्यपि क्री इति इगन्तधातुः तथापि तत्र श्ना इति कारणेन तत्र गुणः न भवति किमर्थं चेत् श्ना इति प्रत्ययः सार्वधातुकम् अस्ति परन्तु अपित् अस्ति अतः तत्रापि सार्वधातुकम् अपित् इति सूत्रद्वारा श्ना बिहेव्स् लैक् ए नित् प्रत्ययः श्ना निद्वद् कार्यं करोति निद्वद् कार्यं करोति चेत् तत्र किनिति च सूत्रस्य प्रसक्तिः भवति तस् बाधकसूत्रस्य प्रसक्तिः भवति चेत् बाधकसूत्रं कार्यमपि करोति गुणस्य कृते बाधा करोति अतः गुणः न भवति सो तत्र क्रीणाति इति रूपं क्री क्री एव तिष्ठति तत्र क्रेण भवति सो क्रीणाति इति रूपं भवति परन्तु यदि वयं क्रीयोग कोऽपि आर्धधातुकप्रत्ययः कुर्मः चेत् तत्र किं भवति तत्र गुणः भवति सो यत्र यत्र सार्वधातुकम् अपित् प्रत्ययः आयाति सः निद्वद् कार्यं करोति तत्र तत्र किनिति च सूत्रस्य प्रसक्तिः भवति प्रसक्तिः भवति चेत् तत्र गुणस्य कृते बाधा सो प्रथमे यः यदि कोऽपि प्रत्ययः साक्षात् कित् साक्षात् गित् अथवा साक्षात् नित् अस्ति तत्र तु सार्वधातुकम् अपि अतिदेशसूत्रस्य कोऽपि आवश्यकता एव कथनस्य कोऽपि आवश्यकता एव नास्ति परन्तु श्ना शन् श्नु एते सर्वे प्रत्ययः साक्षात् कित् गित् अथवा नित् नास्ति अतः प्रथमे तत्र किं वक्तव्यं सार्वधातुकम् अपि इति अतिदेशसूत्रद्वारा एतानि प्रत्ययाः किं निद्वद् कार्यं करोति निद्वद् कार्यं करोति चेत् किनिति च सूत्रद्वारा तत्र गुणस्य कृते बाधा इति नित् लक्षणस्य एकं कार्यं व्याकरणे सो निद् प्रत्ययस्य एकं कार्यम् अस्ति गुणः अपि च वृद्धिकार्यस्य कृते बाधा तो अत्र यथा यत्र यत्र सार्वधातुकपित् प्रत्ययः तत्र तत्र सार्वधातुकम् अपित् निद् इति सूत्रस्य प्रसक्तिः न भवति इत्युक्ते यदा वयं भूयोगशप् अथवा जीयोगशप् कुर्मः शप् इति प्रत्ययः सार्वधातुक् परन्तु पित् प्रत्ययः सो तादृशप्रत्ययस्य किं तत्र सार्वधातुकम् अपित् इति अतिदेशसूत्रस्य प्रसक्तिः एव नास्ति किमर्थं चेत् सूत्रं वदति सार्वधातुक् अपित् प्रत्ययः एव निद्वद् कार्यं करोति यः सार्वधातुक् पित् अस्ति सः तु निद्वद् कार्यं न करोति सो तत्र तत्र किं तत्र तत्र गुणस्य कृते बाधा न भवति यथा तत्र तिप् सिप् मिप् तिङ्प्रत्ययेषु तिप् सिप् मिप् तिङ् सर्वे तिङ्प्रत्ययाः सार्वधातुक् प्रत्ययः सो तिप् सिप् मिप् एते प्रत्ययाः सार्वधातुक् परन्तु पित् प्रत्ययः सो तत्र तत्र गुणस्य कृते बाधा न भवति परन्तु यदा वयं धातुयोग तस् कुर्मः सो तस् इति प्रत्ययः तिंशित् इत्यनेन सार्वधातुक् अस्ति परन्तु अपित् अस्ति तस् प्रत्यये कोऽपि पकारस्य इति संज्ञा नास्ति अतः तत्रापि सार्वधातुकम् अपित् इत्यनेन तस् इति प्रत्ययः निद्वद् कार्यं करोति निद्वद् कार्यं करोति चेत् किनिति च सूत्रद्वारा तत्रापि गुणस्य कृते बाधा भवति सो तिप् सिप् मिप् एते त्रयः प्रत्ययः एव सार्वधातुक् पित् प्रत्ययः अन्य सर्वे तिङ्प्रत्ययाः सार्वधातुक् अपित् प्रत्ययः सो यत्र यत्र सार्वधातुक् अपित् प्रत्ययः प्रत्ययप्रसङ्गः आयाति तत्र तत्र सार्वधातुकम् अपित् अपि च किनिति च एतत् सूत्रद्वयम् आगत्य तत्र गुणकार्यस्य अपि च वृद्धिकार्यस्य कृते बाधा करोति अस्तु अस्तु, एतत् सूत्रद्वयं पूर्वस्मिन् वर्गे वयं किञ्चित् पठितवन्तः, इदानीं तत्र एकनिमिषः कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। तुदादिगणे न गुणः इति तत्र अन्ते पूर्णसूत्रार्थः, सूत्रद्वयस्य पूर्ण अर्थः दत्तम् अस्मिन् करपत्रे, तुदादिगणे न गुणः। अनन्तरं तत्र गुणाभ्यासस्य एकं करपत्रमस्ति, तस्य विषये अपि वयं चिन्तनं कुर्मः। सो न केवलं तुदादिगणे गुणस्य कृते बाधा भवति, यत्र यत्र सार्वधातुक अपित् प्रत्ययः, गणविकरणप्रत्ययः सार्वधातुक अस्ति, अपित् अपि अस्ति, तत्र तत्र गुणस्य कृते बाधा भवति। अत्र तु अस्मिन् करपत्रे तुदादिगणस्य विषये चिन्तनम् अस्ति, परन्तु तथैव अन्यस्मिन् गणे अपि समानरीत्या तत्र एतत् सूत्रद्वयम् आगत्य तत्र गुणस्य गुणकार्यस्य कृते बाधा करोति। अस्तु, कः प्रारम्भं करोति, कः अथवा का? इदानीं पूर्णसूत्रार्थः, गायत्री भगिनी पठितुम् इच्छति वा भगिनि? ऐ थिङ्क् यु नेवर् रीड्, ऐ डोण्ट् नो, मे बि ऐ एम् राङ्ग्। गायत्री एच् पठितुमिच्छति वा भगिनि? अहं पठामि भगिनि। कः अस्ति? पूर्णिमा आम् पठतु भगिनि, पठतु। गुण भवेत् कुत्र? पूर्णसूत्रार्थ सार्वधातुकमपित् प्रथम अध्याये द्वितीयपादे चतुर्थसूत्रः सार्वधातुक यद् यदपित् तद् निद्वत् भवति। सार्वधातुकं प्रत्ययम् अपित् प्रथमान्तं, सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रम्। गाङ्कुटादि गाङ्कुटादिभ्यो नीच् पठितमेव कठिनं। प्रथमाध्याये द्वितीयपादे प्रथमसूत्रः इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् सार्वधातुकप्रत्यये अपित् अस्ति चेत् नित्वत् कार्यं करोति। किक्कनिति च सार्वधातुकम् अपित् नित् इति अनुवृत्तिसहितसूत्रम्। अनेन सूत्रेण एव यः प्रथमवाक्ये तत्र अर्थं दत्तं, सार्वधातुकं यद् सार्वधातुकम् अपित् तद् निद्वद् भवति। सो कथं जानीमः? सूत्रे तु केवलं लिखितमस्ति सार्वधातुकम् अपित्, तावदेव महर्षि वदति। परन्तु पूर्वसूत्रात् इत्युक्ते प्रथम अध्याये द्वितीयपादे प्रथमसूत्रे सः निद् इति तत्र एकं पदं दत्तं, सो अस्मिन् सूत्रे निद् इति पदस्य अनुवृत्तिः, सो अनुवृत्तिः कुर्मः चेत् सार्वधातुकम् अपित् निद् इति सम्पूर्णसूत्रं भवति। तेन सम्पूर्णसूत्रेण एव सम्पूर्णसूत्रं पश्यामः चेदेव ज्ञातुं शक्यते यः प्रत्ययः सार्वधातुकम् अपित् अस्ति सः निद्वद् कार्यं करोति इति सूत्रस्य अर्थः। सूत्रम् अतिदेशसूत्रम्, अतिदेशसूत्रम् अस्ति, अतः अत्र यः सार्वधातुकम् अत्र किम् अत्र किम् अध्यारोपिते? निद् इति लक्षणम् अध्यारोपिते कस्य उपरि? सार्वधातुक अपित् प्रत्ययस्य उपरि। सो अनेन सूत्रेण सार्वधातुकम् अपित् प्रत्ययस्य उपरि निद् अध्यारोपिते, अतः अतिदेशसूत्रं, तावदेव कार्यम् अस्ति अतिदेशसूत्रस्य। अतिदेशसूत्रं वदति कि दिस् शब्दसमूहः और् दिस् प्रत्ययः विल् बिहेव् लैक् अनदर् प्रत्ययः, निद् प्रत्ययः इव सार्वधातुकम् अपित् इति सूत्रं भवति इति सूत्रम्। सार्वधातुकम् अपित् प्रत्ययः निद्वद् भवति इति सूत्रं वदति, तावदेव सूत्रं वदति। अनन्तरं पठतु भगिनि, किनिति च किनिति च प्रथमाध्याये प्रथमपादे पञ्चमसूत्र, यः प्रत्ययः कित् कित् अथवा नित् अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य एकास्थाने गुणः अथवा वृद्धिः भवति स्मः, सः गुणः वृद्धिः न भवति। गच्छ च तेषाम् इतरेतरद्वः किञः इति इतः यस्य सः किन् तस्मिन् परे किमिति द्वन्द्वगर्भ बहुव्रीः समासः। अत्र स्थाने ककारः करीच इत्यनेन चर्तुसन्धि, किमिति सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्। इको गुणवृद्धिः प्रथम अध्याये प्रथमपाद तृतीयसूत्र इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप अर्धधातुके प्रथमाध्याये प्रथमपाद चतुर्थसूत्र इत्यस्मात् न इत्यस्य अनुवृत्तिसहितसूत्रं किनिचि च इकः गुणवृद्धिः न अवगतं भगिनि। प्रथम वाक्ये किं लिखितं तत्तु अवगतं न, यः प्रत्ययः गित् कित् अथवा नित् अस्ति, अपि च तं प्रत्ययनिमित्तीकृत्य इकस्थाने गुण अथवा वृद्धिः भवति स्म, सः गुणः अपि च वृद्धिः न भवति इति प्रथमवाक्ये सूत्रस्य अर्थं दत्तं। सो किनिति च इति सूत्रं किं वदति, अत्र त्रीणि प्रत्ययानां विषये अत्र दत्तम्। एकमस्ति घित् प्रत्ययः, द्वितीयमस्ति कित् प्रत्ययः, तृतीयमस्ति नित् प्रत्ययः। सो त्रीणि प्रत्ययानां विषये तत्र किं गुण अपि च वृद्धिकार्यस्य कृते बाधा भवति। यदि वयं धातुयोग कोऽपि कित् प्रत्ययः यस्मिन् ककारः इत्संज्ञकः, अथवा धातुयोग गित् कुर्मः, अथवा धातुयोग नित् कुर्मः, तत्र यः गुण अथवा वृद्धिकार्यं भवति स्म सः न भवति इति सूत्रस्य अर्थः। सो एतत् सूत्रं न भवति इत्युक्ते गुण अपि च वृद्धिकार्यस्य बाधकसूत्रं, न करणीयं कार्यं, न करणीयं कीदृशकार्यं, गुण अथवा वृद्धिकार्यं। सो यः प्रत्ययं चित् अथवा घित् अथवा नित् प्रत्ययनिमित्तीकृत्यः इकस्थाने यः गुणः अथवा वृद्धिः भवति स्म, सार्वधातु आर्धधातुकयोः अथवा पुगन्तलघुपदस्य च अथवा तत्र अचोणिनीति इति सूत्रद्वारा यः वृद्धिकार्यं भवति स्म, यदि तादृशप्रत्ययः कित् गित् अथवा नित् अस्ति चेत् तत्र गुणकार्यं न करणीयम् इति सूत्रं वदति। सो सूत्रं किं वदति, त्रीणि प्रत्ययानां विषये गित् प्रत्यय यस्मिन् गकारः इत्, यस्मिन् ककारः इत्, यस्मिन् कण्ठनकारः इत्, तादृशप्रत्ययः धातु अनन्तरम् आयाति चेत् तत्र यः गुणः भवेत्, गुणः स्यात्, सः न भवति। केन कारणेन, अनेन सूत्रकारणेन, किनिति च सूत्रद्वारा तत्र तादृश गुण अथवा वृद्धिकार्यं न भवति इति सूत्रस्य अर्थः। अनन्तरं तत्र किनिति यः पदमस्ति सप्तमी अन्तं पदः, अत्र अस्मिन् सूत्रे पदद्वयं किनिति अपि च इति पदं, च इति अव्यपदं, किनिति इति सप्तमी अन्तं पदः। सो सप्तमी अन्तं पदः सूत्रे अस्ति चेत् पूर्वकार्यं परनिमित्तम्, अतः तस्मिन् परे इति अत्र लिखितमस्ति, तस्मिन् परे किनिति इति सप्तमी द्वन्द्वगर्भ बहुबहिः समासः। प्रथमे तु क च ग च ञ च त्रीणि ये प्रत्ययाः तेषां तत्र किं, तेषां तत्र प्राधान्यं वर्तते, यथा यत् कृत्य यत् प्रत्ययनिमित्तीकृत्य कार्यस्य बाधा तथैव कित् प्रत्ययनिमित्तीकृत्य कार्यस्य बाधा नित् प्रत्ययनिमित्तीकृत्य अपि कार्यस्य बाधा अतः इतरेतरद्वन्द्वः इतरेतरद्वन्द्वसमासे तत्र किं भवति ककार यः गकारः अत्र घ क न इति भवेत् परन्तु घ साक्षात् अनन्तरं क अस्ति चेत् तत्र सन्धिकार्यं वर्णकार्यं भवति खरि च इत्यनेन गकारस्य स्थाने क इति आदेशः भवति अतः तत्र ककारद्वयं श्रूयते सन्धि भूत्वा तत्र ककारद्वयं श्रूयते अत्रापि क क ण सो अत्र यः प्रथमककारः सः गित् इति तस्य प्रतिनिधिः तस्य अर्थः अस्ति गित् प्रत्ययः द्वितीयः तु स्वयं कित् प्रत्ययः तृतीयः नित् प्रत्ययः सो अत्र खरि च इत्यनेन घकारस्य क इति आदेशः भवति अतः क क न इति भवति सो अनन्तरं तत्र बहुव्रीहिसमासः इत्युक्ते अन्यप्रत्ययस्य विषये तस्मिन् परे किनिति च इति द्वन्द्वगर्भ बहुव्रीहिसमासः तत् विषये आवश्यकं नास्ति किमर्थं चेत् वयं समासविषये इदानीं पर्यन्तं न पठितवन्तः परन्तु अस्मिन् सूत्रे समासः अस्ति अतः व्याख्यायां तत्र सर्वं दत्तं सो किनिति यः अस्ति सः प्रथमे तु द्वन्द्वसमासः अनन्तरं बहुव्रीहिसमासः सो किनिति परे अङ्गस्य परे कोऽपि किणिति इति प्रत्ययः आयाति चेत् तस्मिन् परे किणिति धातुपरे किणिति भवति चेत् तत्र गुणः अपि च वृद्धिकार्यस्य कृते बाधा भवति तावदेव सूत्रस्य अर्थः अत्र सम्पूर्णसूत्रम् अस्ति किणिति च इकः गुणवृद्धि न सो परन्तु सूत्रे तु पदद्वयमेव सो अन्यानि पदानि तत्र कुत्र आयाति इति अत्र लिखितम् इको गुणवृद्धि तृतीयसूत्रम् अस्ति इको गुणवृद्धिसूत्रतः तत्र इकः अपि च गुणः वृद्धिः इति पदद्वयस्य अनुवृत्तिः न धातु लोप आर्धधातुके इति न इति पदस्य अनुवृत्तिः चतुर्थसूत्रम् एतत्तु पञ्चमसूत्रम् अस्ति सो पूर्वसूत्रात् पदत्रयस्य अनुवृत्तिः इकः गुणवृद्धि न इति पदत्रयस्य अनुवृत्तिः त्रयाणां पदानाम् अत्र अनुवृत्तिः सो सम्पूर्णसूत्रं किम् किणिति च इकः गुणवृद्धि न सो यत्र यत्र किणिति इति सप्तमी अन्तं पदः तादृशप्रत्ययः परे आयाति परनिमित्तं पूर्वकार्यं धातु अथवा अङ्गस्य परे कोऽपि किणिति आयाति किणिति इत्यस्मिन् किं कित् गित् नित् त्रीणि प्रत्ययाः एतेषु त्रिषु कोऽपि अन्यतमः परे आयाति चेत् तत्र किं भवति इकः यः इकः अत्र षष्ठी अन्तं स्थानिपदम् इकः स्थाने यः गुणः अपि च वृद्धि भवनीयं तत् न भवति न इति पदं सो यदि धातु भूयोग कोऽपि कित् गित् अथवा नित् प्रत्ययः कुर्मः चेत् तत्र भू भो न भवति तत्र अनेन सूत्रेण किणिति च सूत्रेण यद्य प्रत्ययः कित् गित् अथवा नित् अस्ति चेत् तत्र भू इति भो भवनस्य कृते तत्र बाधा भवति गुणकार्यस्य कृते इकः स्थाने ऊकारस्य स्थाने यः गुणः भवेत् सः न भवति किमर्थं न भवति कित् परे कोऽपि कित् गित् अथवा नित् प्रत्ययः आयाति सो तत्र व्याकरणे साक्षात् नित् प्रत्ययः न कित् प्रत्ययः तु बहूनि कित् प्रत्ययाः व्याकरणे एकमेव घित् प्रत्ययः अस्ति सम्पूर्ण व्याकरणशास्त्रे एकम् एव घित् प्रत्ययः स च घित् प्रत्ययः एकस्मिन् पदनिर्माणसमये एव तस्य तत्र आवश्यकता भवति गस्नु इति एकं प्रत्ययः अस्ति गस्नु इति कथनेन प्रथमवर्णः तत्र गकारः सो घित् प्रत्ययविषये अपि तत्र बहु चिन्तनं नास्ति किमर्थं चेत् एकमेव प्रत्ययः परन्तु तत्र कित् प्रत्ययः बहूनि कित् प्रत्ययः कृत् प्रत्ययेषु बहूनि कित् प्रत्ययः तव तु एतादृशानि कित् प्रत्ययाः सन्ति अपि च नित् प्रत्ययः अपि न तत्र सन्ति परन्तु इदानीं वयं जानीमः सर्वे सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति. सो ये शश्ना अथवा शान शत्रु तत्र ते सर्वे शित् प्रत्ययः सार्वधातुक अस्ति परन्तु अपित् अस्ति. तस् झी एते सर्वे सार्वधातुक प्रत्ययः परन्तु अपित् अस्ति, अतः ते सर्वे सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति. सो निद् प्रत्ययस्य प्रसङ्गः अपि बहुत्र वर्तते व्याकरणे. कित् प्रत्ययस्य प्रसङ्गः अपि बहुत्र वर्तते व्याकरणे, परन्तु गित् प्रत्ययस्य तत्र किमपि अधिकचिन्तनं नास्ति. किमर्थं चेत् एकमेव प्रत्ययः, स च प्रत्ययः किञ्चित् विशिष्टधातु अनन्तरम् एव योजनीयम्. गस्नु इति प्रत्ययः विशिष्ट सर्वेषाम् एतद् अवगतं, नित्वत् कार्यं करोति इति अवगतं. नित्वत् इत्युक्ते नित् किं कार्यं करोति अत्र एव? नित् किं कार्यं करोति अत्र लिखितं? नि इत्युक्ते निकारः भवति चेत् तस्य लोपः भवति, तदिति नित् प्रत्ययः इत्युक्ते नित् प्रत्ययः इत्युक्ते यस्मिन् कण्ठ्यनकारः इत् सः नित्. कण्ठ्यनकारः कुत्र भवति तदेव वक् महिङ्ग् इति यः प्रत्ययः, महिङ्ग् इति प्रत्ययः सः साक्षात् नित् अस्ति. एकमेव प्रत्ययः साक्षात् नित्, परन्तु सार्वधातुक श इति प्रत्ययः अपि निद्वद् कार्यं करोति. निद् इव अस्ति, निद् समानम् अस्ति, ईक्वल् टु नित्. तथैव कित् बहवः भवति, कित्वत् कार्यं करोति इत्येव दातुं शक्यते खलु? न न न, तत् न वक्तुं शक्यते. सार्वदा बिकास् कुत्रचित् सूत्रे कित् एव निमित्तं. सो श इति श डस् नाट् बिहेव् लैक् ए कित् प्रत्ययः. कित् प्रत्ययेष् कित् प्रत्ययनिमित्तीकृत्य केवलं गुणवृद्धिनिषेधः न, अन्य बहूनि कार्याणि कित् प्रत्ययनिमित्तीकृत्य. सो सूत्रं किं वदति? सार्वधातुक अपित् बिहेव्स् लैक् ओन्ली लैक् नित्, नाट् लैक् कित् आर् गित्. सार्वधातुक अपित् शश्नाश्यन् इट् विल् बि ईक्वल् टु ओन्ली नित् प्रत्ययः, न तु कित् प्रत्ययः. सो कित्वद् कार्यं न करोति, केवलं निद्वद् कार्यं करोति. किमर्थं चेत् नित् प्रत्ययनिमित्तीकृत्य अग्रे गत्वा वयम् एतत् अवगन्तुं शक्यते. कित् प्रत्ययनिमित्तीकृत्य भिन्नकार्यं, नित् प्रत्ययनिमित्तीकृत्य भिन्नकार्यं, परन्तु अस्मिन् सूत्रे द्वया कित् प्रत्ययस्यापि समानकार्यं, नित् प्रत्ययस्यापि समानकार्यं, परन्तु अग्रे गत्वा कित् प्रत्ययस्य भिन्नकार्यं, नित् प्रत्ययस्य भिन्नकार्यम्. अतः सार्वधातुक अपित् प्रत्ययः इस् ईक्वल् टु नित् ओन्ली, नाट् टु कित्. कित् कित् इट् डस् नाट् किद्वद् नास्ति, केवलं निद्वद् अस्ति. सो निद्वद् अनेन सूत्रेण यः नित् प्रत्ययः तं प्रत्ययनिमित्तीकृत्य गुण अपि च वृद्धिकार्यस्य बाधा, अतः शश्नाश्नन् इति सार्वधातुक अपित् प्रत्ययेषु अपि निद् लक्षणस्य कारणेन तत्रापि गुण अपि च वृद्धिकार्यस्य कृते बाधा भवति, तावदेव अस्ति. सो सार्वधातुकम् अपित् निद्वद्, न तु कित्वत् अथवा घित्वत्. सो सार्वधातुकम् अपित् विल् बिहेव् लैक् ए नित् प्रत्ययः. सो नित् प्रत्ययेषु ये यानि कार्याणि अग्रे गत्वा वयं पठामः, तत्र एव सार्वधातुक अपित् प्रत्ययस्य प्रसङ्गः आयाति, न तु कित् विषये. कित् विषये सार्वधातुकम् अपित् इति सूत्रस्य प्रसङ्गः न आयाति, केवलं नित् विषये एव सार्वधातुकम् अपित् इति अतिदेशसूत्रस्य प्रसङ्गः आयाति, तावदेव अस्ति. अस्तु, सर्वैः अवगतं वा? किनिति च अपि च सार्वधातुकम् अपित् इति सूत्रद्वयस्य तत्र सम्पूर्ण अर्थं किम्? अस्तु भगिनि, धन्यवादः. इदानीं तत्र पाणिनीयसूत्राणि षड्विधानि, एतत् अत्र श्लोकं दत्तम्, अस्मिन् करपत्रे किमपि अधिकं नास्ति. अस्तु, अग्रे कः पठति? सरलम् अस्ति, किमपि पठतु भगिनि, कृपया पठतु. पाणिनीयसूत्राणि षड्विधा संज्ञासूत्र परिभाषासूत्र विधिसूत्र नियमसूत्र अतिदेश सूत्र अधिकारसूत्र इति षड्विधानि सन्ति. किमिति संज्ञा अत्र श्लोकरूपेण दत्तं. संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणं. सो अनेन प्रकारेण पठामः चेत् वी केन् रिमेम्बर् ईजिली. प्रथमे तत्र संज्ञा एण्ड् परिभाषा. प्रथमे किं लिखितं? संज्ञा एण्ड् परिभाषा. संज्ञासूत्रेण किं भवति भगिनी, वदतु. नामकरणं सूचयति कस्यचित् विशिष्टनामकरणम्. अनेन सूत्रेण केवलं नामकरणं भवति. व्याकरणे संज्ञासूत्रद्वारा केवलं नामकरणं भवति. यथा तत्र अस्ति उपधा इति उपधा इति यः विशिष्टनामकरणं, तस्य कृते सूत्रं किं भगिनि? अलो अन्त्यात् पूर्वम् उपधा. अन्तिम अल पूर्वे यः वर्णः सः उपध, तस्य उपधा इति संज्ञा. तथैव संहिता, परः सनिकर्ष संहिता, तथैव तत्र बहूनि संज्ञासूत्राणि. सो संज्ञासूत्रद्वारा केवलं पारिभाषिकशब्दस्य तत्र संज्ञा दत्तं, नामकरणं दत्तं, तथैव कोऽपि अन्यत् संज्ञासूत्रं स्मारयति वा भगिनि? सुप्तिङन्तं पदम् उपदेशे अजनुनासिक तदपि संज्ञासूत्रं. तेन तेन सूत्रेण किं भवति भगिनि? उपदेशे अजनुनासिकित् सूत्रेण पदस्य अन्ते स्थितः विद्यमानः अनुस्वार पद अनुस्वारवर्णः इत्संज्ञा इत्संज्ञा भवति. इत्संज्ञा इत्युक्ते तस्य लोपः भवति. तस्य लोपः इति सूत्रेण न न न मम प्रश्नः न न उपदेशे अनुनासिक इति उपदेशे उपदेशकधातोः विद्यमानः अनुनासिक अनुनासिक इत् भवति इति सूचयति. हा उपदेशे अजनुनासिक इति सूत्रं संज्ञासूत्रम्. अनेन सूत्रेण नामकरणं. कस्य नामकरणम्? अनुनासिकस्वरस्य नामकरणम्. उपदेश अवस्थायां न केवलं धातुषु, यत्किमपि उपदेशः, प्रत्ययानाम् उपदेशः, आगमः, आदेशः, धातुः, प्रत्ययः, यत्किमपि उपदेशः व्याकरणे, तस्मिन् उपदेशे यः अनुनासिकस्वरः, यः अनुनासिक अच्, तस्य इत् इत्युक्ते तस्य इत् इति नामकरणं तावदेव. इत् इति संज्ञा, इत् इति नामकरणं. तथैव तत्र तिङ्क्षित् सार्वधातुकं. सो तिङ्क्षित् सार्वधातुकम् अपि संज्ञासूत्रं. यः षित् तस्य सार्वधातुक् इति नामकरणं. संज्ञा इत्युक्ते नामकरणं. सो संज्ञासूत्रे केवलं नामकरणं भवति. इत्संज्ञाप्रकरणे इत् इति नामकरणम्. इत् इति तस्य नामः, अनुनासिकस्वरस्य इत् इति नामकरणं. वी आर् गिविङ्ग् ए नेम् टु देट् टैप् आफ् अनुनासिकस्वरः. यत्किमपि स्वरः अनुनासिक उपदेश अवस्थायाम् अस्ति, तस्य इत् इति नामकरणम्. अनन्तरं वयं जानीमः यस्य इत् इति नामकरणं भवति, तस्य लोपः अपि भवति. तत्तु भिन्नविषयः. परन्तु इत् संज्ञासूत्रेण केवलम् इत् इति नामकरणं भवति. अस्तु, परिभाषासूत्रेण किं भवति भगिनि? परिभाषा संज्ञा च परिभाषा च इत्संज्ञपरिभाषासूत्रेण इत्संज्ञा पूर्वकधातोः धातोः अथवा Paribhasha Sutra has nothing to do with itsangya. Forget about that. What type of sutra is called a Paribhasha Sutra? It prashna. What is a Paribhasha Sutra? Vyakrane Paribhasha Sutram ityukte kim? It prashna. Saha vadati. Saha atva ka vadati. Yadi kopi niyamaha na bhavati, tata yad... प्राक्टीस् अस्ति तदेव परिभाषासूत्र तदेव करणीयम् इति परिभाषासूत्र कोऽपि निर्दिष्टनियमः न भवति तथा परिभाषासूत्रस्य यदा सर्वदा यत् करोति तदेव करोतु इति परिभाषासूत्र परिभाषासूत्रसहायं करोति प्राक्टीस् एव यदस्ति तद् कुत्र सहायं करोति यदा कथं करणीयम् इति वयं न जानामि चेत् जानामः तदा परिभाषासूत्रा आगत्य सहायं करोति यथा अत्र दृश्यतु प्रथमाध्याये प्रथमपादे तृतीयसूत्रम् अस्ति इको गुणवृद्धिः अनेन सूत्रेण एतत् सूत्रं परिभाषासूत्रम् सो परिभाषासूत्रस्य प्रयोजनं किं व्याकरणे इति प्रश्नः सो यस्मिन् विधिसूत्रे इत्युक्ते यत्र कार्यस्य निर्देशः एतत् कार्यं करणीयं कार्यम् इत्युक्ते आदेशः आगमः अथवा तत्र नामकरणं सो यस्मिन् विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति परिभाषासूत्रस्य स्वयं कोऽपि तत्र तस्य प्रयोजनं तावदेव अस्ति यस्मिन् विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति किं सहायता करोति यः भ्रमः अस्ति तस्य निवारणं करोति परिभाषासूत्रद्वारा सो भ्रमस्य निवारणं करोति यथा तत्र वयं दृष्टवन्तः सार्वधातुकार्धधातुकयोः इति सूत्रे एकं कार्यं निर्दिष्टं गुणकार्यं कृपया अन्य सर्वे म्यूट् मध्ये तिष्ठतु यदा तत्र किं तत्र स्थानीवर्णः न दत्तं परन्तु गुणकार्यं तेन सूत्रेण सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवेत् इति तस्य यदा वयं सम्पूर्णसूत्रं पठामः परन्तु तत्र कस्य गुणः भवेत् इति न लिखितम् अतः तत्र भ्रमः जायते तत्र सूत्रं सम्पूर्णं नास्ति अतः तत्र इको गुणवृद्धिः आगत्य सहायता करोति किमर्थं चेत् इफ् वि नो द परिभाषासूत्रस्य अर्थः देन् ओन्ली वी केन् सी वयर् टु अप्लै दिस् सूत्रः सो इको गुणवृद्धिः इति सूत्रं वदति यस्मिन् गुणविधायकसूत्रे विधायक इत्युक्ते विधिसूत्रे कार्यसूत्रे अथवा वृद्धिसूत्रे यस्मिन् गुणवृद्धिसूत्रे स्थानीवर्णः न दत्तं तत्र इकः स्थानी भवति इति सूत्रस्य अर्थः सो सार्वधातुकार्धधातुकयोः इति विधिसूत्रे स्थानीवर्णः न दत्तं तेन सूत्रेण गुणकार्यं विधीयते अतः तत्र इको गुणवृद्धिः इति सूत्रस्य आवश्यकता तेन एव अवगम्यते इकः स्थाने गुणः करणीयं सो परिभाषासूत्रस्य किं प्रयोजनं व्याकरणे यस्मिन् विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति इति तावदेव अस्ति परिभाषासूत्रस्य प्रयोजनं सो वै इस् परिभाषासूत्राणि प्रथमे किमर्थं दत्तानि किमर्थं चेत् तत्र बहुत्र एकमेव स्थले तत्र परिभाषासूत्रस्य आवश्यकता न भवति बहुत्र तत्र परिभाषासूत्राणाम् आवश्यकता बहुषु विधिसूत्रेषु एकमेव परिभाषासूत्रस्य तत्र आवश्यकता भवति अतः महर्षिणा तत् भिन्नरीत्या तत् सूत्रं दत्तम् किमर्थं तथैव अस्ति स्थाने अन्तरतमः यथासङ्ख्यम् अनुदेशः समानाम् इति परिभाषासूत्राणि सो यस्मिन् यस्मिन् सूत्रे आवश्यकता तत्र तत्र परिभाषासूत्रम् आगत्य तत्र तत्र निवारणं भ्रमस्य निवारणं करोति तावदेव परिभाषासूत्रस्य आवश्यकता अतः महर्षिणा किं कृतं प्रथमे एव तत्र बहूनि परिभाषासूत्राणि दत्तानि सो यत्र यत्र आवश्यकता भवति तत्र तत्र अस्माभिः तत् परिभाषासूत्रस्य तत्र विवरणं तत्र चिन्तनं करणीयं तस्य उपयोगमपि करणीयम् विधि इत्युक्ते किं भगिनि विधिसूत्रं कार्यं सूचयति कार्यं सूचयति तत्र कार्यं किम् अस्ति व्याकरणे आगमः आदेशः सत्यं नामकरणम् आदेशः लोपकार्यं कुत्र आयाति लोपः आदेशरूपी कार्यं कस्यचित् पूर्ववर्णस्य लोपः भवति किमपि नूतनं आयाति परन्तु पूर्वस्थितवर्णस्य तत्र लोपः भवति अतः आदेशे एव लोपकार्यमपि आदेशे एव वयं किं वदामः लोपादेशः लोप आदेशः पूर्व कस्यचित् पूर्ववर्णस्य अथवा सम्पूर्ण शब्दसमूहस्य लप् तत्र लोपः भवति सो तदपि आदेशरूपी कार्यम् आगमे नूतनवर्णः आयाति अपि च नामकरणं कस्यचित् विशिष्ट तत्र नामकरणं भवति नियमसूत्रं किम् अस्ति नियमसूत्रं नियमं बोधयति विधि कार्यं कुत्र करणीयं किमर्थं करणीयम् इति सर्वं सूचयति न तत् नास्ति नियमसूत्रे किञ्चित् विशिष्टं नियमसूत्रम् इत्युक्ते तत्र यः नियमसूत्रस्य साक्षात् पूर्वे यद् विधि उक्तं यत् किमपि विधि उक्तं तस्य सङ्कोचः भवति इत्युक्ते सर्वेषु तत्र यः हलन्त्यम् इति सूत्रद्वारा सि हलन्त्यम् इति सूत्रद्वारा उपदेश अवस्थायां प्रत्येकस्य हलवर्णस्य इत् भवेत् इति सूत्रं वदति इत् इति नामकरणं भवेत् परन्तु तस्य साक्षात् अनन्तरं हलन्त्यम् इति सूत्रस्य साक्षात् अनन्तरं महर्षि वदति न विभक्तो तुस्माः न विभक्तो तुस्माः इति सूत्रेण किं भवति तुस्माः यदि हल् अस्ति यदि अन्ते अस्ति तुस्माः इति कथनेन तु स एण्ड् म तु इति तथ दद न सकारः मकारः विभक्तिप्रत्ययेषु एव विभक्तिप्रत्ययेषु यद्यपि पूर्वे महर्षि उक्तं हलन्त्यं प्रत्येकस्य हलवर्णस्य इत् करणीयम् इति पूर्वसूत्रे सः वदति परन्तु साक्षात् अनन्तरं वदति न विभक्तौ तुस्माः विभक्तिप्रत्ययेषु तुस्माः इत् न करणीयं किमर्थं वदति किमर्थं चेत् पूर्वे एकं नियम् उक्तम् एकं विधि उक्तम् प्रत्येकस्य हलवर्णस्य इति करणीयं परन्तु अनेन किम् अनेन नियमसूत्रेण पूर्वे यत् विधि उक्तं तस्य किञ्चित् सङ्कोचः भवति न करणीयं सो पूर्वे साक्षात् पूर्वे सो यत्र यत्र नियमसूत्रम् आयाति तत्र यः विधिः पूर्वे यः सामान्यविधिः तस्य साक्षात् अनन्तरं नियमसूत्रमपि आयाति यत्र यत्र महर्षि तादृश तत्र चिन्तयति तत्र सः किं करोति साक्षात् यदि तत्र कोऽपि सङ्कोचः करणीयं किञ्चित् लिमिटेशन् करणीयं साक्षात् अनन्तरम् एव सः वदति वयम् एकं तत्र उदाहरणमपि दृष्टवन्तः तत्र किमस्ति तत्र एकं सूत्रमस्ति न रात्सस्य इति एकं नियमसूत्रं परन्तु तस्य सा see if we say only ratsasya then we will not understand we have to see what he has said before because niyam sutra will be for a purva sutra tatra sayungantasya lopah iti purva sutra sayungantasya lopah iti sutrena vadati sanyogah ante asti chet तस्य लोपः करणीयं सामान्यसूत्रं, परन्तु साक्षात् अनन्तरं वदति रात्सस्य। यदि तादृशसंयोगस्य प्रथमवर्णः रेफः तत्र केवलं तत्र सकारस्य एव तत्र लोपः, अन्येषु वर्णेषु तत्र लोपः न भवति यद्यपि संयोगः अस्ति। तो साक्षात् तत्र विधिसूत्रमपि द्रष्टव्यम्, अनन्तरं नियमसूत्रमपि द्रष्टव्यम्। सो विधि पूर्वे यत् विधि उक्तं तस्य किञ्चित् सङ्कोचः भवति कार्यस्य कृते, विधियुक्ते कार्यं, विधियुक्ते कार्यं तावदेव। सो पूर्वे यत् विधि उक्तं तस्य नियमसूत्रद्वारा, नियमसूत्र यः प्रकारः सन्ति प्रकारः अस्ति तेन सूत्रेण किं भवति, पूर्वे यत् विधिः उक्तं तस्य किञ्चित् सङ्कोचः भवेत् इति नियमसूत्रस्य प्रयोजनम्। अस्तु, इदानीम् अतिदेशसूत्र, अतिदेशसूत्रं किं करोति, एकनिमिषं अहं वदामि वा? वदतु। नमस्कारः। अहं चिन्तयामि नियमसूत्रं पूर्वात् विद्यमान यः सूत्रः अस्ति तस्य तस्य निषेधः करोति वा सीमा करोति वा? उदाहरणरूपेण अहं विधिसूत्रम् इव विधिसूत्रम् ए ओन्लि विधिसूत्रं न संज्ञासूत्रम् एव उपदेश आचार्य नासिक संज्ञा सूत्रमस्ति, संज्ञासूत्रमस्ति। एकनिमिषः, एकनिमिषः, विधि इत्युक्ते किम्? विधि इत्युक्ते किं? कार्यं, कार्यम् इत्युक्ते किम्? कार्यम् आदेश आगम नामकरणं, नामकरणं न नामकरणं संज्ञासूत्रं नामकरणं। अत्र संज्ञासूत्रं परिभाषासूत्रं विधिसूत्रं सर्वे ओवर्लैप् अस्ति। उपदेशाजानुनासिक सूत्र संज्ञासूत्रम् अस्ति, इति संज्ञा ददाति। विकार्यं वयं कार्यं करोमि तस्य उपदेश अनुनासिक अस्ति, तस्य वयं कार्यम् इति संज्ञा नामकरणं करोति। अतः यत्र अहं वदामि नियमसूत्रं विधिसूत्रमेव कार्यं करोति, तत्र अहं चिन्तयामि अत्र तु नियमसूत्रं संज्ञासूत्रस्य एव मोडिफै करोति। तो प्रश्नः कः महोदय? प्रश्नः कः? मम मनसि शङ्का उदेति, नियमसूत्रं विधिसूत्रस्य सूत्रं वदामि चेत् विधिसूत्रं कार्यसूत्रम् एव अस्ति, किन्तु वयं संज्ञासूत्रमेव नामकरणं करोति। अतः टु क्लासेस्, संज्ञासूत्रं सेपरेट्, विधिसूत्रं सेपरेट् अस्ति, किन्तु नियमसूत्रं तु संज्ञासूत्रस्य एव मोडिफै करोति, विधिसूत्रस्य एव मोडिफै करोति। एण्ड् संज्ञासूत्रं विधिसूत्रे एव आल् दीस् क्लासिफिकेशन् ओवर्लाप् अस्ति न? सो नियमसूत्रस्य तत्र किं डेफिनिशन् अस्ति चेत् पूर्वसूत्रात् यत् नियम उक्तं यत् विधि उक्तं तस्य सङ्कोचः भवति नियमसूत्रद्वारा तस्य सङ्कोचः भवति तस्य कार्यस्य सङ्कोचः सो कार्यं किमपि भवेत् संज्ञा भवेत् अथवा आदेशः भवेत् अथवा नामक लोपकार्यं भवेत् अथवा आगमः भवेत् यदि तत् तस्मिन् कार्ये कोऽपि सङ्कोचः आवश्यकं तत् केन सूत्रेण महर्षि वदति नियमसूत्रेण तावदेव अस्ति महोदय अत्र यद्यपि विधि संज्ञा अपि विधि अस्ति परन्तु संज्ञा तत्र बहूनि संज्ञासूत्राणि तो संज्ञा इत्युक्ते तत्र महर्षि स्वयं संज्ञा न वदति तो संज्ञासूत्रेण तेन किं भवति संज्ञा इज अ नामकरणं पारिभाषिकशब्दानां नामकरणं तु तत्र यद्यपि तत्र इति यः भवति तस्य कृते सङ्कोचः आवश्यकः अस्ति सः महर्षि नियमसूत्रद्वारा वदति इत्युक्ते यदि वयं केवलं नविभक्तौ तुस्माः वदामः चेत् तत् पर्याप्तं नास्ति नविभक्तौ तुस्माः इति नियमसूत्रस्य कृते पूर्वे यत् नियम उक्तं यत् विधिः उक्तं तत् अपि द्रष्टव्यं तावदेव अस्ति ओवर्लेपिङ्ग् तत्र दृश्यते परन्तु तत्र भ्रमः न भवेत् इत्युक्ते यः सूत्रं सूत्रं यः अस्ति एकनिमिषः अत्र दृश्यतु वेन् वेन् सम्बडि इस् मेकिङ्ग् अ सूत्रः सो सूत्रं कथं वट् शुड् अ सूत्र बि लुक् लैक् सो सूत्रलक्षणानि सूत्रलक्षणानि इत्युक्ते अल्पाक्षरम् असन्दिग्धं सार्वत् विश्वोत्मुखम् अस्तोभम् अन्वेद्यं सो तत्र यः कुत्र अस्ति असन्दिग्धं सूत्रस्य एतानि लक्षणानि सो असन्दिग्धम् इत्युक्ते न सन्दिग्धम् अन् अम्बिग्युस् नो रूम् फार् पर्सेप्शन् सो वेन् वेन् सम्बडि इस् मेकिङ्ग् ए सूत्र आल् दीस् सिक्स् थिङ्ग्स् शुड् बि इन् अ सूत्र देन् ओन्ली इट् विल् बि काल्ड् एस् अ सूत्र सो तत्र संज्ञासूत्रं संज्ञा इति यः महर्षि तु न वदति न संज्ञा विधि नियम् एतत्तु अस्माभिः तत्र चिन्तनीयं तत्र अस्माकं अवगमनार्थम् एव एतानि तत्र एतत् श्लोकं दत्तं महर्षि तु स्वयं न वदति न एतत् संज्ञासूत्रम् एतत् परिभाषासूत्रम् एतत् अतिदेशसूत्रम् इति तु तत्र अनन्तरं ये वैयाकरणः आयान्ति तेषां यः अवगमनम् अस्ति तेन आधारेण परन्तु सूत्रलक्षणम् असन्दिग्धम् इट् सूत्र शुड् हेव् नो रूम् फार् पर्सेप्शन् मै पर्सेप्शन् इस् भिन्नः कस्यचित् अन्यपुरुषस्य पर्सेप्शन् भिन्नं भवेत् सो ही विल् टेक् द मीनिङ्ग् आफ् देट् एस् पर् हिस् पर्सेप्शन् ऐ विल् टेक् एस् पर् मै पर्सेप्शन् तथा नास्ति न सूत्र विल् गिव् ओन्ली वन् मीनिङ्ग् सो नियमसूत्रे एतानि यस्मिन् सूत्रे एतानि लक्षणानि तदेव सूत्रमिति उच्यते सो सूत्रे कोऽपि रूम् फार् पर्सेप्शन् मा भवेत् इति तत्र तेन किं भवति संज्ञा इस् संज्ञासूत्र इस् भिन्नं विधि यद्यपि विधि संज्ञा अपि विधिः अस्ति परन्तु विधिसूत्रे किञ्चित् कार्यं भवति संज्ञासूत्रे तु नामकरणं भवति नामकरणम् इस् आल्सो ए टैप् आफ् कार्य देट् इस् वै वी से कार्याणि त्रिविधानि आदेशः आगमः नामकरणं सो देट् इस् नाट् इम्पार्टेण्ट् महोदय देट् इस् नाट् इम्पार्टेण्ट् वट् वी हेव् टु अण्डर्स्टाण्ड् इस् देट् नियमसूत्रस्य प्रयोजनं किम् किमर्थं नियम इति भिन्नप्रकारः वै इस् नियम् गिवन् एस् अ डिफ्रेण्ट् टैप् आफ् सूत्रः वै यद्यपि तत्रापि कार्यस्य एव निर्देशः न करणीयं निषेधः भवति तत्र सो तत्र किं तथापि तत्र पूर्वसूत्रम् अपेक्षितं यदि वयं पूर्वसूत्रं न पश्यामः कथं जानीमः अत्र कस्य बाधा करणीयम् अथवा न करणीयं सो नियमसूत्रे यत् पूर्वे यत् विधि उक्तं तत् अपेक्षितं तत् पठामः चेदेव नियमसूत्रस्य सम्पूर्ण अर्थं वयम् अवगन्तुं शक्यते. अतः तत् भिन्नरीत्या दत्तं, यद्यपि तत्रापि विधिः एव भवति, तेन कार्यं न करणीयम् इति तत्र निर्देशः. परन्तु किं कार्यं न करणीयं, तदपि द्रष्टव्यं, तदपि अपेक्षितं. सो पूर्वे यत् विधि उक्तं तस्य एव तत्र किम् असङ्कोचः भवति, नियमसूत्र. अतः इट् हेज़् बिन् पुट्, दिस् सूत्र हेज़् बिन् पुट् इन् अ डिफ्रेण्ट् केटेगरी. तथैव संज्ञा हेज़् बिन् पुट् इन् अ डिफ्रेण्ट् केटेगरी. विधि इस् अ सेपरेट् केटेगरी. यद्यपि तत्र ओवर्लेपिङ्ग् दृश्यते, परन्तु तत्र सम्पूर्ण तत्र कोऽपि भ्रमः मा भवेत्, तत्र यः अन्यपुरुषस्य कृते भिन्न अर्थः मा भवेत् इति तत्र दीस् क्लासिफिकेशन्स् आर् गिवन्. सो संज्ञा, परिभाषा, विधि, नियम. नियमसूत्रे अपि कार्यस्य एव विधिः भवति, परन्तु कीदृशविधिः तद् द्रष्टव्यं. पूर्वे यत् विधि उक्तम्, अत्र कोऽपि इण्डिपेण्डेण्ट् विधि नास्ति. पूर्वे यत् विधि उक्तं तस्य एव सङ्कोचः नियमसूत्रद्वारा भवति, अतः भिन्नप्रकारकः विधिः. तावदेव अस्ति. सो विधिसूत्रे नियमसूत्रे यद्यपि विधिविषये एव दत्तं, सो यदा वयं विधिसूत्रं पश्यामः चेत् देट् इस् अ इण्डिपेण्डेण्ट् विधिः. यथा सार्वधातुकार्धधातुकयोः, सार्वधातुकार्धधातुकयोः इति सामान्यविधिः. अनन्तरं वयं दृष्टवन्तः अचोनिनिति इति विशिष्टविधिः, तत् नियमसूत्र, तदपि विधिः. सो परन्तु यदि तत्र तस्य विधिः, यः विधि उक्तं तस्य विषये किञ्चित् सङ्कोचः अपेक्षते, सः सङ्कोचः महर्षि भिन्नसूत्रद्वारा वदति. तत् सूत्रप्रकारकः कः इति नियमसूत्रं. तावदेव अस्ति. यद्यपि अत्र ओवर्लेपिङ्ग् दृश्यते, परन्तु भ्रमः मा भवेत्, कस्यचित् कृते भ्रमः कदापि न भवेत्. एकम् एव अर्थः निष्पद्यते, तस्य कृते एव नियमसूत्र इस् अ डिफ्रेण्ट् टैप् आफ् सूत्रः. यद्यपि तत्रैव कार्यस्य विधिः भवति, तथापि वी हेव् टु अण्डर्स्टाण्ड् वट् इस् वै हेज़् दिस् नियमसूत्र बिन् गिवन् अ डिफ्रेण्ट् क्लासिफिकेशन्. यद्यपि तत्रापि कार्यं, संज्ञा अपि कार्यं, why need for different, because tatra brahman ma bhavet, tatra spashtata ayati, tena kim we know this is a niyam sutra. astu niyam sutram asti chet purve api drishtavyam, purve kim niyam uktam, tasya eva sankochah niyam sutrasya sutre bhavati, sutrena bhavati. tavadeva asti. astu dhanyavad mahoday. atidesh sutra dvara tatra kasyachit hariyam mahoday प्रत्ययस्य उपरि अपि च कस्यचित् शब्दस्य उपरि किञ्चित् भिन्नलक्षणम् अध्यारोपिते, अतः तस्य प्रकारः अस्ति अतिदेशसूत्रम्. एकनिमिषः महोदय, अहम् एतत् एकवारं समापयामः, तस्य अनन्तरम्. अधिकारसूत्रं किं वयं दृष्टवन्तः. अधिकारसूत्रस्य एकमेव प्रयोजनं, कोऽपि कार्यं तत्र किमपि नास्ति. अधिकारसूत्रे यत् पदं दत्तं तत् विशिष्टपदं. किमर्थं विशिष्टं, विशेषं किम् अस्ति तस्मिन् पदे, किं विशेषं तस्य पदस्य आवश्यकता अन्येषु बहुषु सूत्रेषु वर्तते. अतः महर्षि किं करोति, लाघवार्थं, लाघवार्थं ग्रन्थं लघु भवेत्, अपि च अन्यानि ये अनन्तरं यानि सूत्राणि तेन महर्षिद्वारा निर्मितानि, तत् ते सर्वाणि सूत्राणि लघु भवेत्, तस्य कृते एव सः तत् विशिष्टपदं प्रथमे दत्तम्. अङ्गस्य, अङ्गस्य, अङ्गस्य किमर्थमस्ति, अङ्गस्य एकं सूत्रमस्ति, तत् अधिकारसूत्रं. किमर्थं चेत् अङ्गस्य इति यः विशिष्टपदम् अस्ति, अग्रिमेषु बहुषु सूत्रेषु तत्र अङ्गस्य, अङ्गस्य, अङ्गस्य इति पदस्य आवश्यकता. अतः महर्षि किं करोति, तत् पदं विशिष्टरूपेण प्रथमे एव दत्तं. सो तत् वाट् दट् बिकम्स् एन् अधिकारसूत्रः. एतस्य अधिकारः प्रथमसूत्रारभ्य मे बि 100 सूत्रपर्यन्तं वर्तते. सो इन् दीस् 100 सूत्रास् दिस् अङ्गस्य, अङ्गस्य आर् कोऽपि भिन्नपदस्य तत्र अधिकारसूत्रस्य तत्र अनुवृत्तिः भवेत्, तावदेव अस्ति अधिकारसूत्रस्य प्रयोजनं. वयं किं वदामः, अधिकारसूत्रे यत् पदं दत्तं तस्य सम्पूर्णतया अन्येषु अग्रिमेषु बहुषु सूत्रेषु तस्य विशिष्टपदस्य अथवा पदद्वयस्य अनुवृत्तिः सम्पूर्णतया भवति. तावदेव अस्ति अधिकारसूत्रस्य, तत्र कोऽपि कार्यं निर्देशं नास्ति, किमपि नास्ति संहितायां. सो यत्र यत्र संहितायाम् इति यः विषयः आयाति तत्र तत्र एतत् कार्यं करणीयं. सो अग्रिमेषु बहुषु सूत्रेषु संहितायां संहितायां संहितायाम् इति पदस्य अनुवृत्तिः आवश्यकम्. अतः महर्षिणा किं कृतं, प्रथमे एव संहितायाम् इति सूत्रं दत्तं, तस्य सूत्रसङ्ख्या अस्ति, तदेक सूत्रम् अस्ति. सूत्रं किं वदति, तत् आवश्यकं नास्ति, परन्तु सः अधिकारसूत्रं, तस्य अधिकारसूत्रस्य अधिकारः कुत्र कुत्र वर्तते इति द्रष्टव्यं. प्रथमसूत्रे अथवा दशमसूत्र आरभ्य सप्तसप्ततितमसूत्रपर्यन्तं तस्य अधिकारः तावदेव अस्ति प्रयोजनं. सो एतानि संज्ञासूत्राणि, परिभाषा, विधि, नियम, अतिदेश अपि च अधिकारः, एतानि षड्विधानि सूत्रलक्षणानि. सूत्रलक्षणानि इत्युक्ते तत्र चतुस्सहस्रसूत्राणि सन्ति अष्टाध्यायी इति ग्रन्थे. संविल्बिसंज्ञा, संविल्बिपरिभाषा, एतादृश क्लासिफिकेशन् तत्र वर्तते. तेन किं भवति, वेन् वि नो दिस् इस् एन् अतिदेश सूत्रं, वि गेट् समथिङ्ग् इन् अवर् मैण्ड् देट् ओके, कस्यचित् प्रत्ययस्य अथवा कस्यचित् शब्दसमूहस्य उपरि किञ्चित् भिन्नलक्षणम् अध्यारोपिते इति अतिदेशसूत्रस्य प्रयोजनम् इति वयं दृष्ट पश्यामः. एतत्तु अधिकारसूत्रम्, ओते ओके, अधिकारसूत्रम् अस्ति, अस्य पदस्य अनुवृत्तिः अग्रिमेषु बहुषु सूत्रेषु तत्र करणीयं. तथैव परिभाषासूत्रम्, ओके, परिभाषासूत्रस्य अर्थं पश्यामः चेत् एतस्य सूत्रस्य आवश्यकता कुत्रचित् अग्रे वर्तते, कस्यचित् विधिसूत्रे वर्तते. सो एतादृश क्लासिफिकेशन् कुर्मः चेत् किञ्चित् अत्र अवगमनं, प्रथम सोपाने एव, इन् द फस्ट् स्टेप् ओन्लि वि गेट् टु नो ओके दिस् इस् ओके दिस् इस् अ संज्ञासूत्रं, केवलं नामकरणम् अनेन सूत्रेण, परिभाषासूत्रम्, अतिदेशसूत्रं तावदेव अस्ति. सो षड्विधानि सूत्रलक्षणानि. अस्तु महोदय, वदतु कः प्रश्नः. जुगल किशोर महोदय, प्रश्नः अस्ति वा? हरि ओम् भगिनी, अतिदेशसूत्रं पुनरेकवारं वदति वा? अतिदेशम् इत्युक्ते, अतिदेशसूत्रम् इत्युक्ते, एकनिमिषः महोदय, एकनिमिषः. अतिदेशसूत्रम् इत्युक्ते कस्यचित् शब्दसमूहस्य अथवा कस्यचित् प्रत्ययस्य उपरि भिन्नलक्षणम् अध्यारोपिते अतिदेशसूत्रद्वारा. सो अतिदेशसूत्रद्वारा किं भवति, अतिदेशसूत्रद्वारा कस्य प्रायशः इत्युक्ते इन् जनरल् प्रत्ययानाम् एव अतिदेशसूत्राणि, कस्यचित् प्रत्ययस्य उपरि किञ्चित् भिन्नलक्षणम् अध्यारोपिते. यथा सार्वधातुकम् अपित्, सार्वधातुकम् अपित् यः प्रत्ययः, सार्वधातुक इति प्रत्ययस्य संज्ञा, सः प्रत्ययः अपित् अपि अस्ति, तत्र किम् अतिदेशसूत्रद्वारा किं भवति, तस्य उपरि निद् इति लक्षणम् अध्यारोपिते. सो अतिदेशसूत्रद्वारा किं भवति, कस्यचित् प्रत्ययस्य उपरि भिन्नलक्षणम् अध्यारोपिते. श इति प्रत्ययः स्वयं नित् नास्ति, बट् इट् बिकम्स् ईक्वल् टु नित्, इट् बिहेव्स् लैक् ए नित् प्रत्ययः. हौ? बिकास् आफ् द अतिदेशसूत्रः, बिकास् आफ् सार्वधातुकम् अपित् इति अतिदेशसूत्रम्, सार्वधातुकम् अपित् निद्. सो सार्वधातुकम् अपित् इस् ईक्वल् टु निद्, बिहेव् आल्वेज्. यत् किमपि कार्यं न केवलं गुण अपि च वृद्धिः साधक आयाति. सो यत्किमपि कार्यं व्याकरणे निद् नित् नित् इति नित् नकारस्य इत् यस्मिन् यस्मिन् प्रत्यये, तत्र बहूनि अग्रिमेषु अग्रे गत्वा तत्र बहूनि कार्याणि निद् निमित्तीकृत्य भवति. सो यानि यानि कार्याणि निद् नित् नकारस्य निमित्तीकृत्य भवति तानि सर्वाणि कार्याणि सार्वधातुकम् अपित् प्रत्ययस्य कारणेन अपि भवितुम् अर्हति बिकास् आतिदेश सूत्र सेज् दट् आल् द सार्वधातुक अपित् प्रत्ययः विल् बिहेव् आल्वेज् अग्रे गत्वा दे विल् बिहेव् लैक् ए नित् प्रत्ययः सो यस्मिन् यस्मिन् सूत्रे नित् इति निमित्तमस्ति कारणमस्ति कार्यस्य तत्र तत्र सार्वधातुकम् अपित् प्रत्ययः अपि कारणं भवति कार्यस्य कृते किमर्थं चेत् सार्वधातुक अपित् इस् ईक्वल् टु नित् समानं तत्र भवति यद्यपि साक्षात् नित् नास्ति तथापि अतिदेशसूत्रद्वारा तस्य उपरि निद् इति लक्षणम् अध्यारोपिते इति अतिदेशसूत्रस्य द्वारा तत्र एकम् अन्यत् सूत्रमस्ति अतिदेशसूत्रं लोटो लङ्वत् लोटो लङ्वत् इति सूत्रं वदति कि लोट् लकारः विल् बिहे तस्य उपरि लङ् इति लकारस्य लक्षणम् अध्यारोपिते सो यदि वयं तत्र लोट् लकाररूपाणि अपि च लङ् लकाररूपाणि पश्यामः चेत् वि केन् सी ए सिमिलारिटि तां तं थ दिस् विल् बि कामन् इन् बोत् दीस् लोट् लकारे यानि पदानि लङ् लकारे यानि पदानि कुञ्चित् कुत्रचित् बहुत्र स्थले तत्र समानं दृश्यते रूपं किमर्थं चेत् एकम् अधिकारसूत्रम् अस्ति लोटो लङ्वत् लोट् विल् बिहेव् लैक् ए लङ् लकारः सर्वदा न भवति परन्तु तत्र विशिष्टकार्याणि बट् इट् सेज् लोट् विल् बिहेव् लैक् ए लङ्वत् तथैव सो अतिदेशसूत्रेण किं कस्यचित् प्रत्ययस्य उपरि यः यथा नास्ति सः तथा भवति श इति प्रत्ययः नित् नास्ति बट् इट् इस् इट् बिकम्स् लैक् ए नित् प्रत्ययः किं कारणं किम् अतिदेशसूत्रम् इति कारणं यः यथा नास्ति सः तथा भवति इति तस्य डेफिनिशन् अस्ति अतिदेशसूत्रस्य सार्वधातुकम् अपि नित् नास्ति बट् इट् बिहेव्स् लैक् ए नित् इट् बिकम्स् नित् अतिदेशसूत्रद्वारा सो कस्यचित् अन्यप्रत्ययस्य लक्षणम् अध्यारोपिते इम्पोजिशन् आफ् संथिङ्ग् एल्स् इम्पोज् द नित् लक्षणम् आन् सार्वधातुकम् अपि इम्पोजिशन् भवति अतिदेशः इति तस्य अर्थः वदतु महोदय हरि ओम् महोदय महोदय विधिसूत्रम् अस्ति विधिसूत्रं कार्यं किम् अत्र ये आदेशः भवति आगमः भवति नामाङ्कनं भवति नामाङ्करणं कार्यं तु विधिसूत्रे अत्र संशयः भवति कारणं किं नामाङ्करणं का तु नामाङ्करणं तु अत्र संज्ञासूत्रं डिफ्रेण्ट् अस्ति इफ् इट् इन् कम्स् इन् नामाङ्करणं तु संज्ञासूत्रम् अस्ति तु विधिसूत्रं कथं भवति वयं किं पश्यामः यः प्रथमान्तं पदः सूत्रे यः प्रथमान्तं पदः अस्ति प्रथमान्तं पदस्य द्वारा किं निर्देशः यः सूत्रे यः प्रथमान्तं पदः अस्ति तेन किं भवति प्रथमविभक्त्यां पदस्य द्वारा यः कोड् अस्ति प्रथमविभक्त्यां पदस्य कः कोड् अस्ति महोदय यथा सप्तमी निमित्तं भवति तृतीया अपि निमित्तं भवति पञ्चमी अपि निमित्तं भवति प्रथमाद्वारा किं भवति प्रथमाविभक्त्यान्तं पदस्य द्वारा किं भवति केवलं नामाङ्करणं न भवति आदेशः अपि भवति आगमः अपि भवति यथा इको यन् अचि इको यन् यन् यः अस्ति सः प्रथमान्तम् अस्ति तेन किं भवति आदेशः भवति सो प्रथमाविभक्त्यान्तं पदस्य द्वारा किम् आदेशः आगमः अथवा नामकरणं त्रीणि कार्याणि नामकरणम् इस् आल्सो ए कार्यं बट् सिन्स् इट् इस् अ संज्ञा इट् इस् अ विशेषनामकरणं भवति तदपि प्रथमाद्वारा एव निर्दिश्यते सूत्रे प्रथमाद्वारा एव नामकरणम् आदेशः आगमः सो वाट् वि से इन् कामन् सेन्स् वाट् वि से विधि इस् आफ् थ्री टैप्स् आदेशः आगमः और् नामकरणं बिकास् महर्षि प्रथमविभक्तिद्वारा एव एतानि त्रीणि निर्देशानि तेषां निर्देशं करोति सो वेदर् द सङ्कोचः इस् विद् रेस्पेक्ट् टु संज्ञा वेदर् द सङ्कोचः इस् विद् रेस्पेक्ट् टु आदेशः वेदर् द लिमिटेशन् इस् वित् रेस्पेक्ट् टु आगमः, तत् सर्वं नियमसूत्रद्वारा एव भवति इति नियमसूत्रस्य तावत् एव आवश्यकता. देट् इस् वै वी आर् गिविङ्ग् दिस् ए सेपरेट् केटेगरी. यद्यपि नियमे अपि कार्यमेव भवति न, विधि नामकर आदेशः आगमः अथवा नामकरणं, परन्तु वै वी आर् सेपरेटिङ्ग् इट् फ्रोम् विधि नियम, वै वी आर् सेपरेटिङ्ग् नियम् फ्रोम् विधि इस् बिकास् नियमसूत्रे पूर्वे यत् उक्तं तदपि अपेक्षितं. पूर्वे किम् उक्तं, पूर्वे कः कार्यम् उक्तं, तस्य एव सङ्कोचः नियमसूत्रे भवति. कुत्रचित् निषेधः, कुत्रचित् सेस् देट् यथा रात् कुत्रचित् केवलं सङ्कोचः, कुत्रचित् न विभक्तौ स्मः, परन्तु यत्र यत्र अत्र अत्र मुख्यं किम् अस्ति, पूर्वे यत् यः साक्षात् अनन्तरं यदि तत्र सः साक्षात् अनन्तरम् इत्युक्ते यदि 114 मध्ये किञ्चित् उक्तं, यदि तस्मिन् विधि तस्मिन् 114 मध्ये यत् कार्यम् उक्तं, यदि तत्र कोऽपि सङ्कोचः आवश्यकं, सः साक्षात् अनन्तरं वदति. महर्षि साक्षात् अनन्तरम् एव नियमसूत्रं, तस्य विषये यः नियमः, यदि कोऽपि सङ्कोचः आवश्यकः तस्य साक्षात् अनन्तरम् एव वदति. तदेव अस्ति बाधकसूत्रम् अपि च निषेधकसूत्रस्य विषये किञ्चित् भेदः. सो नियमसूत्रे सर्वदा बाधा एव न, कुत्रचित् बाधा भवति. यथा वयं किनिति च, किनिति च सूत्रं कुत्र दत्तं, 115 मध्ये दत्तं. प्रथम अध्याये प्रथमपादे पञ्चम सूत्रम् अस्ति किनिति च सूत्रं, परन्तु अनेन सूत्रेण कस्य कार्यं बाधते. सप्तमे अध्याये सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च इति सूत्रद्वारा यः कार्यस्य निर्देशः, अनेन सूत्रेण तत्र सः तत् कार्यं यः बाधितं भवति. अतः किनिति च इति सूत्रं नियमसूत्रं नास्ति. अस्तु महोदय, नियमसूत्रं कुत्र आयाति, यत्र विधिः उक्तं तस्य साक्षात् अनन्तरम् एव उक्तम्. वयं किं वदामः, पूर्वसूत्रस्य विधिः यत्र यस्य सङ्कोचः भवति तत्र एव नियमसूत्रं. सो दिस् केनाट् बि पुट् इन् द नियमसूत्र केटेगरी. इट् इस् अ गुणवृद्धि बाधकसूत्रं, तावदेव. इट् इस् अ बाधकसूत्रम्. इट् विल् कम् अण्डर् विधिसूत्र, दिस् विल् बि अण्डर् विधिसूत्रः. किमर्थं चेत् कस्यचित् कार्यस्य तत्र निषेधः भवति अनेन सूत्रेण. इट् इस् आल्सो ए विधि, बट् इट् इस् नाट् ए नियम सूत्रम्. तावदेव अस्ति. अतः अत्र अस्तु, अत्र यः अस्मिन् करपत्रे किनिति च इति निषेधकसूत्रं, कार्यं निषिध्यते. अत्र लिखितमस्ति, आम् अत्र दृश्यतु, निषेधकसूत्रं विधिसूत्रेषु अन्तर्भवति. सो इट् कम्स् इन् द विधिसूत्र ओन्ली, दिस् इस् नाट् अ नियमसूत्र. सो सर्वे बाधकसूत्राणि नियमसूत्रे नियमसूत्रं भवेत् इति तु तत्र नियमः नास्ति. कुत्रचित् नियमसूत्रे बाधा अपि भवति, कुत्रचित् सङ्कोचः, केवलं लिमिटेशन् भवति कि अत्र एव करणीयं, परन्तु अत्र लिखितं निषेधकसूत्रं विधिसूत्रेषु अन्तर्भवति. इट् कम्स् इन् द विधिसूत्र ओन्ली. अनन्तरं सार्वधातुकम् अपि, तत्तु वयं जानीमः, अत्र लिखितमस्ति. प्रश्नः अस्ति कीदृशसूत्रं सार्वधातुकम् अपि इति कीदृशसूत्रं, संज्ञा वा परिभाषा वा विधिनियम, परन्तु इदानीं वयं जानीमः सार्वधातुक अपित् इति अतिदेशसूत्रम्. अस्मिन् सूत्रे कोऽपि विधि न उक्तं, कोऽपि संज्ञा न उक्तं. नियम तु केवलं विधिविषये एव, अधिकारः अपि नास्ति. सो अतिदेशसूत्रं सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति, अतः एतस्य प्रत्ययस्य उपरि निद् लक्षणम् अत्यादिश्यते, अतिदिश्यते चेत् तत् अतिदेशसूत्रम्. डिसिजन् कीदृशसूत्रम् अत्र प्रश्नः लिखितम्। अस्तु, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। अत्र अभ्यास कृपया सर्वे कुत्र अस्ति गुणकार्यस्य अभ्यास सूत्रं दृष्ट्वा अस्माभिः कर्तुं बहु कठिनं भवति वेदर् इट् इस् विधि सूत्रं कन्फ्यूजन् भवति भगिनि। सत्यं सत्यं, प्रथम तत्र अवर् लेवल् इस् सच् देट् एट् दिस् लेवल् वी केनाट् अण्डर्स्टाण्ड् वट् टैप् आफ् सूत्र इस् देट्। ओके, संज्ञा वी केन् अण्डर्स्टाण्ड्, विधि वी केन् अण्डर्स्टाण्ड्, परिभाषासूत्रमपि वयं ज्ञातुं शक्यते। विधि एण्ड् नियम, सो यत्र यत्र विधिसूत्रम् आयाति तस्य साक्षात् अनन्तरम् एव नियम। देर् आर् वेरि फ्यू नियम सूत्रास्, देर् आर् वेरि लिमिटेड् नियम सूत्रास्, बट् विधिसूत्रा तु बहूनि विधिसूत्राणि, तथैव बहूनि संज्ञासूत्राणि, परिभाषासूत्राणि अपि बहूनि सन्ति। सो अतिदेश सूत्राणि लिमिटेड्, मे बि 26 and then maybe another 10-15 तावदेव अस्ति। बट् विधिसूत्राणि बहूनि विधिसूत्राणि, संज्ञासूत्राणि अपि बहूनि। सो किञ्चित् तत्र इफ् वि डू द सम्यक् चिन्तनं तत्र किञ्चित् वी केन् गेट् हिण्ट् एट् दिस् स्टेज् आल्सो। ओके, दिस् सूत्र इस् केवलं नामकरणस्य विषये वदति, कस्यचित् पारिभाषिकशब्दस्य नामकरणं करोति, तथैव विधिसूत्रस्य। सो वेन् वि गो, वेन् यु मूव् फार्वर्ड्, वेन् यु लर्न् मोर् देन् ओन्लि यु विल् अण्डर्स्टाण्ड् विच् टैप् आफ् सूत्र इस् दिस् अ नियम सूत्र, इस् दिस् अ विधिसूत्र। सो दिस् विल् कम् ग्रेजुवलि, नाट् इन्स्टण्ट्लि। सो वेन् वि रीड् मोर् एण्ड् मोर् सूत्र, वि विल् गेट् मोर् वट् टैप् आफ् सूत्र दिस् इस्, तत् तस्य विषये चिन्ता मा करोतु भगिनि, तत् देट् विल् कम् ग्रेजुवलि। अस्तु, अत्र तु अस्मिन् करपत्रे पुनः तत्र सार्वधातुकम् अपित्, एतत्तु अभ्यासकरपत्रम् अस्ति गुणकार्यस्य, यत् वयं सूत्रद्वारा पठितं तस्य विषये अत्र किञ्चित् कानिचन धातवः अत्र दत्तं, शूच् स्पृश् एते सर्वाणि धातवः दत्तानि, तेषां विषये अत्र किं निर्माणक्रमस्य प्रत्येकं सोपानि, कस्य सूत्रद्वारा कार्यम् इति तत्र द्रष्टव्यम्। अत्र पुनः किनिति च सूत्रस्य अत्र व्याख्या दत्तं, तत्तु वयं पठितवन्तः। सार्वधातुकम् अपित् विषये पुनः अत्र दत्तं, वयं पठितवन्तः एतत् सार्वधातुकम् अपित् इति यः पूर्णसूत्रार्थः तत् पठितम्, अनन्तरं किनिति च। इदानीं तत्र तृतीयबिन्दु आरभ्य पठामः। अस्तु, एकं धातु तत्र नयामः, तस्य विषये कथं चिन्तनं करणीयम्, अनन्तरं तत्र गृहकार्यरूपेण अन्येषां धातूनां विषये तत्र चिन्तनं करणीयम्। अस्तु अस्तु, चेतन भगिनी अस्ति वा? भगिनी चेतना आल्वेस् बी तृतीयबिन्दुतः पठतु भगिनी, करपत्रं दृश्यते वा? धातून् आं भगिनि, एतान् धातून् आधारीकृत्य लट् लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु। धातुः कस्मिन् गणे अस्ति इति निश्चेतव्यम्, विकरणप्रत्ययः कः इति ज्ञातव्यम्, निर्माणक्रमस्य प्रत्येकस्मिन् सोपाने सूत्रं किं, सूत्राणि कानि इति वक्तव्यम्। सो एतानि प्रथमे किं, धातुः कस्मिन् गणे अस्ति इति निश्चेतव्यं। सो वी हेव् टु मेक् श्योर् देट् दिस् शुच् इस् इन् विच् गणः, बिकास् तत्र गणचिन्तनं किम् अस्ति, लट् लकारस्य प्रथमपुरुषे एकवचनस्य, लट् लकारस्य रूपनिर्माणस्य कृते एतानि सोपानानि। सो लट् लकारे, लोट् लकारे, लङ् लकारे, अपि च विधिलिङ्ग् लकारे, एतेषु चतुर्षु लकारेषु तत्र घनचिन्तनं करणीयम्, आवश्यकम् अस्ति। धातुः घनचिन्तनम् इत्युक्ते धातुः कस्मिन् गणे अस्ति, किमर्थं चेत् एतेषु चतुर्षु लकारेषु एव घनविकरणप्रत्ययः मध्ये आयाति. सो घनं जानीमः चेदेव विकरणप्रत्ययः कः इति तत्र ज्ञातुं शक्यते. अतः अत्र किं लट् लकारस्य प्रथमपुरुष एकवचनस्य रूपं. सो लट् लकारे अपि घनचिन्तनं करणीयम्. अतः धातुः कस्मिन् गणे अस्ति इति अपि द्रष्टव्यम्. अस्तु, अत्र मया किं कृतम्, अत्र अस्ति, कुत्र अस्ति, शुच्. अत्र ये करपत्रे यानि धातवः सन्ति अत्र मया किं यः घनम् अस्ति प्रथमगणे अस्ति. शुच् इति प्रत्यय शुच् इति धातु प्रथमगणे अस्ति. सो अत्र किमर्थं चेत् लट् लकारस्य रूपनिर्माणार्थं प्रक्रिया, अतः तत्र घनचिन्तनमपि करणीयं. सो अत्र शुच् विषये वदतु भगिनि, प्रथमपुरुष एकवचनान्तरूपम्. शुच् पिपिटि दृश्यते आं भगिनि. सो शुच् इति धातुः कुत्र कस्मिन् गणे अस्ति, प्रथमगणे. मया अत्र दत्तं शुच् इति प्रथमगणे वदतु. वादिगणे अस्ति. प्रथमं वादयो धातवः आमां सत्यं. सो अत्र सत्यं, क्षम्यतां, प्रथमपुरुषे एकवचनस्य विवक्षा. अस्माकं विवक्षा किम् अस्ति, प्रथमपुरुषस्य एकवचनान्तरूपं रूपनिर्माणार्थम् अस्माकं विवक्षा अस्ति. लट् लकारस्य प्रथमपुरुषे एकवचनस्य रूपनिर्माणार्थम् अस्माकं विवक्षा. धातुः कः, शुचिति धातुः, वदतु. वर्तमाने लट् रूपं तु शुच् लट् भवति. उपदेशे अजनुनासिक इत् लट् अनुनासिक अस्ति, अतः तस्य इत् संज्ञा भवति. तदनन्तरं हल्लन्त्यं सूत्रेण टकारस्य इत्संज्ञा भवति. तस्य लोपः अनन्तरं ल एव तिष्ठति. सो वि हाव् शुच् योग ल. तदनन्तरं लस्य सूत्रेण ल स्थाने तिप्तस्जि तत् सम्पूर्णं सिद्धस्थ मिद्वस्मस् इति अस्माकं लक्षणं प्रथमपुरुष एकवचनम् अस्ति, अतः शुच् योग तिप् भवति. हलन्त्यं सूत्रेण पकारस्य इत् भवति. तस्य लोपः अनन्तरं शुच् योग ति भवति. इदानीं ति तिंशत् सार्वधातुकं सूत्रम् आगत्य तदनन्तरं तिंशत् सार्वधातुकम् इति सूत्रम् आगत्य किं करोति सूत्रम्. एतत् तिप् प्रत्ययः तिङ् अस्ति, अतः एतत् सार्वधातुकं प्रत्ययः अस्ति इति वदति. इदानीं कर्तरि शप् सार्वधातुके सूत्रेण शुच् योग शप् योग ति भवति. अगेन् हलन्त्यं लशक्व तद्धिते पकारस्य अपि च शकारस्य इत्संज्ञा भवति. तस्य लोपः शुच् योग अयोग ति भवति. इदानीं शुच् हलन्त्यधातु अस्ति, परन्तु उपधायां शप् प्रथमे तु शप् विषये वदतु. शप् विषये शप् शित् अस्ति अपि च पित् अस्ति अतः गुणप्रसङ्गः अस्ति. अत्र किं वक्तव्यं शृणोतु भगिनि. शप् शित् अस्ति अपित् नास्ति अतः अत्र गुणस्य कृते बाधा न भवति. शप् शित् अस्ति अपित् नास्ति किमर्थं चेत् शित् अपि च अपित् अस्ति चेदेव किनिति च सूत्रस्य प्रसक्तिः. निद्वद् कार्यं करोति शित् अपित् निद्वद् कार्यं करोति परन्तु शप् तु शित् अस्ति पित् अपि अस्ति अतः तत् प्रसङ्गः एव नास्ति. अत्र गुणस्य कृते कोऽपि बाधा एव नास्ति अपित् नास्ति. वदतु इदानीं पुगन्तलघुपदस्य च सूत्रेण इको गुणवृद्धि स्थानेतरतमः शुच् शोच् भवति. अत्र यदा वयं सोपानं लिखामः तत्र सार्वदा पुगन्तलघुपदस्य च इति सूत्रस्य अर्थस्य अवगमनार्थं यानि सूत्राणि अपेक्षितानि तेषां विषये अत्र न चिन्तनं न करणीयम्. अत्र केवलं वक्तव्यं पुगन्तलघुपदस्य च द्वारा गुणः उपदायां भूतस्य इकवर्णस्य गुणः तावदेव. अनन्तरं पुगन्तलघुपदस्य च कस्य सूत्रस्य प्रसक्तिः तत् न वक्तव्यं. तत्र सूत्रविषयः. सो अत्र कः विषयः? पुगन्तलघुपदस्य च इति सूत्रद्वारा गुणकार्यं करोतु. इदानीं शोच् योग अ योग ति भवति. सर्वे मिलित्वा शोचति भवति. अनन्तरं केवलं वर्णमेलनं कोऽपि अन्यकार्यम् अत्र न दृश्यते. परन्तु अत्र तिप् प्रत्ययस्य कृते कीदृश अङ्गं किमर्थं चेत् तिप् अपि प्रत्ययः पित् प्रत्ययः अस्ति तत्रापि गुणकार्यं तेन प्रत्ययनिमित्तीकृत्य गुणकार्यं भवेत् परन्तु तस्य कृते तिप् प्रत्ययस्य कृते कीदृश अङ्गम् प्रत्ययस्य कृते सार्वधातुकं न अङ्गं किम् अङ्गं किम् श ओ शोच See, we have to do the varnamelan. Yatha sha-o-cha bhavati, sha-o-cha iti dhatuhu. Sha-o-cha iti dhatuhu, anantaram vikaran pratyasyakarah, anantaram tatra tip pratyah api sarvudatuk pit pratyah. Tip pratyah api sarvudatuk pit pratyah. So atra api gunasikrite kopi bhajana asti, gunaham bhavet. परन्तु टिप् प्रत्ययस्य कृते तु कीदृश अङ्गम् अङ्गं किं वी हेव् टु रैट् द अङ्गं देन् ओन्लि इट् विल् बि क्लियर् शोच इति अङ्गं शोच इति अङ्गं सो अत्र अन्ते कोऽपि एकवर्णः नास्ति उपधायां तु चकारः सो गुणस्य प्रसङ्गः एव नास्ति. टिप् इस् अ सार्वधातुक पित् प्रत्ययः टिप् पकारस्य इत् अस्ति अनेन प्रत्ययस्य निमित्तीकृत्यः अङ्ग गुणकार्यं भवति स्म परन्तु अङ्गे गुणप्रसङ्गः नास्ति. अङ्गं तादृशं नास्ति इगन्तं नास्ति उपदायाम् इकवर्णः नास्ति अतः यद्यपि त्यपित्य गुणस्य कृते उद्युक्तः परन्तु तथापि अङ्गे कोऽपि गुणप्रसङ्गः नास्ति अतः अत्र केवलं वर्णमेलनं. परन्तु सर्वदा तत्र भिन्नभिन्नप्रत्ययस्य विषये अङ्गं किं तद् द्रष्टव्यं. शप् प्रत्ययस्य कृते शुच् इति अङ्गं परन्तु तिप् प्रत्ययस्य कृते शोच इति अङ्गम् अन्ते अकारः तस्य पूर्वे चकारः सो अत्र गुणप्रसङ्गः नास्ति. सो सर्वदा एतादृश एव तत्र लेखनीयं शोच योगति शोच योगति इति पश्यामः चेत् अत्र कोऽपि गुणप्रसङ्गः नास्ति अतः केवलं वर्णमेलनं शोचति इति रूपम् एकवचनस्य तत्र रूपं. सो अनेन एतादृशः तत्र निमित्ति तत्र भगिनि अहम् एकं प्रयत्नं करोमि भगिनि धातु अस्ति गण भगिनि भोर् इति गणस्य नाम दिवादिगणे उदादिगणः चतुर्थगणः कः भगिनि चतुर्थगणः दिवादिगणः प्रथमे तु इषुचिर् लौकिकरूपं किं वदामि इर् प्रथम इर् इत्संज्ञा वाचा इति सूत्रस्य आधारेण इर् अन्तिम इर् इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति इकारस्य इत्संज्ञा अनुनासिक इत् अस्ति इकार तत् तदपि अनुनासिक उपदेशे जनुनासिकः इत् इति सूत्रस्य आधारेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति शुचि इति अशुच् इति अवशिष्टभागं शुच् इति अवशिष्टभागं गणस्य गणस्य अवकरणप्रत्यया किं भगिनि अहं श्रुतवती अत्र शुच् योगतिप् एकवचनस्य विवक्षा अस्ति चेत् शुच् योगतिप् भवति शुच्योगतिप् प्रथमपुरुषे एकवचनस्य सो प्रथमसोपाने तिप् आयाति प्रथमे एव तिप्पः न न प्रथमे विकरं प्रत्ययः न आयाति प्रथमे तिप् आयाति यः विवक्षा तस्य आधारेण एव प्रत्ययः आयाति एकवचनस्य विवक्षा अस्ति चेत् तिप् आयाति कर्तरि कर्तरि शप् इति कर्तरि शप् सार्वधातुके धातुके इति सूत्रस्य आधारेण ति इति विकरणप्रत्ययः आयाति ति कुत्र आयाति सारि ति इति सारि ति इति तिङ्गन्तप्रत्ययः लट् लकारस्य विवक्षायां लस्य स्थाने लकारस्थाने तिप् आयाति लस्थाने तिप् आयाति अस्तु शुचि अधिकतिः इकार इकारस्य इकार अन्तिम इकारस्य गुणः भवति भगिनि शुच् योगति तिप् यथा भवति तस्मिन् दशायां किं कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः तिप् इति प्रत्ययः तिप् इति प्रत्ययः कीदृशप्रत्ययः तिङन्त तिङन्तप्रत्ययः तत्र शृणोतु भगिनि तिङन्तप्र तिङन्तप्रत्ययानाम् एकम् अन्यत् नामकरणं दत्तं तिङ्गषित् सार्वधातुकं तिङ् अपि सार्वधातुक्तिप् अपि सार्वधातुक् तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकं प्रत्ययः अस्ति आधारेण पकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति ति एव अवशिष्टभागम् विकर्णप्रत्यय किं भगिनि चतुर्थगणसमीस्मृतवती न तत्र शृणोतु भगिनि ति इति सार्वधातुक् प्रत्ययः सो धातु यत्र यत्र धातु योग सार्वधातुक् प्रत्ययः भवति यत्र यत्र न केवलम् अत्र यत्र यत्र धातु योग सार्वधातुक् प्रत्ययः भवति तत्र तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः सो अत्रापि कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः सो तेन किं भवति कर्तरि शप् सार्वधातुके इति सूत्रेण किं शप् प्रत्ययः मध्ये आयाति शप् मध्ये विकरणप्रत्ययः अस्ति न न न शप् प्रत्ययः मध्ये आयाति परन्तु अत्र शप् प्रत्ययस्य चतुर्थगणे अस्ति चतुर्थगणे अस्ति चतुर्थगणे एकम् अन्यत् सूत्रं वदति दिवादिभ्यः शन् सार्वधातुके सो दिवादिभ्यः शन् यः अस्ति तत्र शप् बाधित्वा शप् वी हाव् टु शप् बाधित्वा शप् न आयाति मध्ये शन् आयाति बिकास् तत्र भिन्नविकरणप्रत्ययः अस्ति इदानीं वदतु शन् विषये आयाति शन् शन् मध्ये लशक्वतदिति इति सूत्रस्य आधारेण शकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति नकार न न नकारः हल्वर्णः नकारः हल्वर्ण हलन्तम् इति सूत्रस्य आधारेण नकारस्य अपि लोपः भूत्वा इत्सज्ञा भूत्वा तस्य लोपः भवति अत्र भगिनी सम्यक् अत्र शृणोतु भगिनि तथ दद न तुस्माः नकारः आयाति परन्तु केवलं विभक्तिप्रत्ययेषु हा शन् इति विभक्तिप्रत्ययः न अतः नकारस्य धातु अस्ति तदर्थं धातु अस्ति तदर्थं विभक्तो तुस्मः न धातु न अस्ति धातु न विकरणप्रत्ययः शन् इति विकरणप्रत्ययः विकरणप्रत्ययः अस्ति परन्तु परन्तु विभक्तिप्रत्ययः न विकरणप्रत्ययः सो विकरणप्रत्ययेषु तु नकारस्य अपि इत् किम् अवशिष्यते यकार या यकारः न या य अपि च अवशिष्यते या इति वदतु शुचि अधिकया अङ्गशुचि भवति विकरणप्रत्ययस्य अङ्गशुचि भवति शुचि अधिका या इकारस्य यकारे परे एकारः भवति शुचि ये विकरणप्रत्ययति आगच्छति इदानीं पठितं न भगिनि शन् इति प्रत्ययः कीदृश सार्वधातुक प्रत्ययः शन् इति प्रत्ययः अतः अतः गुणः भवति गुणः भवति वा अपित् सार्वधातुक अपित् प्रत्ययनिमित्तीकृत्य अपित् प्रत्यया नित्वत् कार्यं करोति नित्वत् कार्यं गुणस्य कृते बाधा केन सूत्रेण तदपि लेखनीयं केन सूत्रेण बाधा सार्वधातुके अपि किमिति च किमिति च इति सूत्रस्य आधारेण बाधा भवति शुचि अधिक अधिकति अत्र पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं न किमर्थं चेत् किनिति च सूत्रं वदति प्रत्ययः सार्वधातुकम् अपित् अस्ति चेत् निद्वद्कार्यं करोति चेत् किनिति च सूत्रद्वारा बाधा सो किं भवति शुचैव तिष्ठति ओ तत् कार्यमेव तत् कार्यमेव न करोति यकार एव शुच् एव भवति शुच् अधिक तत् अङ्गन्तप्रत्ययस्य अङ्गापि शुच् एव भवति शुच् अधिकति तत्र अत्र अत्र किं भवति शुच् शुच् अधिकति पुगन्तलघुपदस्य अत्र कार्यं न करोति वा अत्र इगन्तमङ्गं नास्ति उपधायां यकारः अत्र इक्वर्णः नास्ति न अन्ते इक्वर्णः नास्ति उपधायां यकारः अस्ति तिप् प्रत्ययस्य उकारः अस्ति परन्तु कुत्र अस्ति गुणः कुत्र भवति अन्ते स्थितस्य इक्वर्णस्य अपि च उपधायां स्थितस्य ह्रस्व इकारस्य ह्रस्व इक्वर्णस्य अत्र तु उपधायां नास्ति अन्ते नास्ति कुत्रचित् आदौ अस्ति शकार उत्तरवर्ति उकारः सो तिप् प्रत्ययस्य कृते यत् अङ्गं शुच्य इति अङ्गम् अन्ते तिप् प्रत्ययः तत्र गुणः कुत्र कुत्र भवति भगिनि अन्ते पूर्व चकार अन्तिमवर्णः भवति चकार उकार उपदा अस्ति खलु परन्तु कस्य कृते शन् प्रत्ययस्य कृते तत्र गुणप्रसङ्गः अस्ति शन् प्रत्ययस्य कृते गुणप्रसङ्गः अस्ति उपधायाम् उकारः तथापि तत्र गुणः न भवति सत्यं परन्तु इदानीं तिप् प्रत्ययस्य कृते उपधायां कोऽपि एकवर्णः नास्ति, अन्ते एकवर्णः नास्ति, सो गुणप्रसङ्गः नास्ति अत्र. अस्मिन् अङ्गे गुणप्रसङ्गः नास्ति, यद्यपि तिप् तिप् केन् बि तिप् वास् एबल् टु डू द गुणः, परन्तु अङ्गं तादृशं नास्ति न भगिनि. अन्ते एकवर्णः नास्ति, शोचति तु शूच् इति धातु द्वयम्, एकं धातु अस्ति भुवादिगणे. दिवादिगणे यः इषुचिर् धातुः, तत्र तु किं रूपं? शुच्यति इति रूपम्. तत्र शुच्यति एव रूपं समानार्थ भगिनि, द्वयमपि समानार्थ. किञ्चित् द्वयमपि नो नो शोचति शोच रूपं भिन्न अर्थं शुद्धः शोके अस्ति अत्र अर्थ अर्थ अत्र अत्र तु शोक इत्र तु शुद्धं शुद्धकरणम् अस्तु. अर्थव्यत्यासः अस्ति, अर्थमपि भिन्नः अर्थमपि भिन्नं. एकः संशयः शुच्यति इति किं करोति इति वा शुद्धं करोति. हा अस्तु अस्तु वदतु भगिनि. धन्यवादः. लस्य इति आगच्छति खलु, सर्वे लटिरूपाणि एव लस्य स्वीकरणीयं प्रथमतया. इदानीं तु वयं न जानीमः, तत् अग्रे आयाति. परन्तु इफ् इवन् इफ् यु डोण्ट् से लस्य स्थाने तिप्तजि, बिकास् वी हेव् नाट् रेड् देट् वी हेव् नाट् लेट् देट् सो यु केन् डैरेक्ट्लि पुट् टिप् हियर्. ओके धन्यवादः. अत्र तु स्थगामः इदानीं, तत्र समयः अभवत्. कोऽपि अन्यप्रश्नः अस्ति वा? नास्ति चेत् अत्र स्थगामः. एकनिमिषम् अहं शान्तिमन्त्रं पठामि. पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. धन्यवादः. वी विल् डू दिस् एक्सर्सैज़् इन् द नेक्स्ट् क्लास् आल्सो, बट् यु हेव् टु डू इट् एट् होम् आल्सो. ट्रै टु डू इट् एट् होम् आल्सो. नमस्कारः महोदय. धन्यवादः.